अस्तु तर्हि अद्यतनविषयः अस्ति अष्टाध्याय्यां सूत्राणां बलाबलम् इति. तर्हि प्रारभामहे. कः आगतः? नमस्ते, नाम उच्यता. नमस्ते भगिनि, अनन्तकृष्णः. नमस्ते महोदय. श्रोतुमेव इच्छामि, कार्याणि अस्ति. अस्तु महोदय, अस्तु महोदय, निश्चयेन धन्यवादः. अस्तु तर्हि रामप्रिया भगिनी आरम्भं करोतु. आं भगिनि, अष्टाध्याय्यां सूत्राणां बलाबलम्. अष्टाध्यायः सूत्रक्रमयोजनं किम्? प्रश्नः समचीन एव. यथा किमर्थं समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बन्धसूत्राणि ग्रन्थस्य अन्ते? किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः? यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति. नाम अष्टाध्यायाः बहिः तादृशः बाह्यः तर्कः न दृश्यते यत् अध्येतॄणां कृते लाभदायकः स्यात्. अत्र प्रश्नः अस्ति अष्टाध्यायः सूत्रक्रमं योजनं किम् इति. किमर्थम् इत्युक्ते समाससम्बन्धसूत्राणि ग्रन्थस्य आरम्भे अस्ति, सन्धिसम्बन्धसूत्राणि अनन्तरम् अस्ति, अनन्तरम् अन्ते अस्ति. सनादयः प्रत्ययाः तस्य सम्बन्धानि सूत्राणि प्रथमाः एव अस्ति. एतत् किमर्थम् इति प्रश्नः अस्ति. उत्तरमस्ति यत् अष्टाध्यायाः अन्त एव कश्चन सुन्दरतर्कः अस्ति. तस्य च तर्कस्य लक्ष्यम् अस्ति ग्रन्थस्य लघुत्वं, येन सूत्राणि अतिन्यूनानि स्युः अपि तु विषयः सम्पूर्णः स्यात्. तदर्थं सर्वं कृतं, तदर्थम् एतादृशक्रमः विरचितः. लघुत्वस्य सिद्ध्यर्थम् अनुवृत्तिः सर्वत्र अनुसूयता भवेत्. प्रथमं तत्, द्वितीयं सूत्राणां बलाबलं समन्वितं स्यात्. अत्र उत्तरमस्ति प्रश्नस्य, अष्टाध्यायः तर्कस्य लक्ष्यं किमर्थम् इत्युक्ते ग्रन्थस्य लघुत्वं कारणेन एव एतद् क्रमेण योजयन्ति इति. अतिन्यूनानि सूत्राणि अतिन्यूनानि अस्ति विषयः, परन्तु विषयः तु सम्पूर्णं. एतादृशमेव तत् एतादृशक्रमः विरचितः पाणिनीना. लघुत्वस्य सिद्ध्यर्थं प्रथमकारणम् अस्ति अनुवृत्तिः सर्वत्र भवेत् इति. द्वितीयकारणमस्ति सूत्राणां बलाबलम्. अस्तु भगिनि, धन्यवादः भगिनि. अन्य कः आगतः? हरि ओम्. अस्तु तर्हि सुब्रह्मण्य महोदय अग्रे. अस्तु भगिनि, अनुवृत्तिविषये अस्माकं परिचयः तु जातः. अधुना सूत्राणां बलाबलप्रसङ्गे वक्तव्यं. यदा किञ्चन पदं निर्मीयते तदा निर्माणार्थं सोपानानि सन्ति. एकैकस्मिन् सोपाने कार्यं वर्तते. केन क्रमेण इदं कार्यम् इदं सर्वं स्यात् अपि च कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतुं सूत्राणां बलाबलं भवति. एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः, तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना. बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयं. इमे द्वे सूत्रे द्वे परिभाषे च अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति. इदानीं पर्यन्तं वयं किञ्चित् अनुवृत्तिविषये किञ्चित् अस्माकं परिचयः अभवत्, परन्तु अद्य सूत्राणां बलाबलविषये किञ्चित् चर्चयामः. यदा अत्र यदा वयं किमपि पदं निर्मातुं किमपि पदस्य निर्माणं कर्तुम् इच्छामः, तस्मिन् समये तस्य निर्माणार्थं कानिचन सोपानानि सन्ति. एकैकस्मिन् सोपाने किञ्चित् कार्यमपि भवति, क्रमः अपि भवति अत्र. इत्युक्ते कस्मिन् क्रमे सूत्राणि आगत्य कार्यं कुर्वन्ति इति अपि अस्ति. अनन्तरम् अत्र एकस्मिन् समये द्वे सूत्रे अथवा अधिक सूत्राणां प्रसक्तिः अपि भवति. तस्मिन् समये अत्र कस्य सूत्रस्य अधिकारः भवति, कस्य सूत्रस्य अधिकारः न भवति इति अपि तस्मिन् विषये अद्य किञ्चित् चर्चयामः. अत्र एकः सिद्धान्तः अस्ति, तस्य नाम अस्ति बलाबलम्. अत्र बलाबलविषये अत्र द्वे सूत्रे अपि च द्वे परिभाषे स्तः तस्मिन् विषये अद्य किञ्चित् चर्चयामः इति अत्र. धन्यवादः. हेमा भगिनि. क्षमा भगिनि, प्रायः म्यूट् मध्ये. आं भगिनि, क्षम्यताम्. महाभाष्ये वाक्यम् अन्यत्र अन्यत्र लब्ध अवकाशयोर् एकत्र प्राप्तिस्तु तुल्यबलविरोधः इति महाभाष्यवाक्यमस्ति. लब्धः अवकाशः यस्य तत् लब्धावकाशं सूत्रम्. यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते. अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परसङ्घर्षः, सः तुल्यबलविरोधः इत्युच्यते. अत्र महाभाष्यवाक्यस्य विवरणमस्ति, यदि द्वयोर्वा अधिकानां सूत्राणाम् एकत्रमेव युगपत् कार्यं कर्तुम् आगच्छन्ति, तर्हि तत्र तुल्यबलविरोधः इति भवति. प्रथमं तुल्यबले इत्युक्ते, यदि सूत्रद्वयं स्वीकुर्मः चेत् तयोः कार्यं भिन्नभिन्नस्थले अपि अस्ति, परन्तु कदाचित् युगपत् एकसमये एकस्मिन् कार्ये एव ते कार्यं कर्तुम् अर्हतः इति प्रसङ्गे कस्य बलम् अधिकम् इति, तयोः परस्परः युद्धं भवति, कस्मिन् कस्य बलम् अधिकम् इति, तत्समये तुल्यबलविरोधः इति वक्तुं शक्नुमः. यथा सुपि च अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यञादिसुप्रत्यये परे. अनुवृत्तिसहितसूत्रं यञि सुपि च अङ्गस्य अतः दीर्घः वृक्षयोगः भ्यां वृक्षयोगः आयोगः भ्यां वृक्षाभ्याम् इति भवति. इदानीं सुपि च इति सूत्रं स्वीकुर्मः चेत् तत्र अङ्गम् अदन्तं भवेत्, तस्य अङ्गस्य अकारः ह्रस्व अकारः दीर्घं भवति. यदा यङि प्रत्याहारवर्णाः परे अस्ति सुप्रत्यययोजनेन, वयं सुबन्तपदानां निर्माणं कृते वयं दृष्टवन्तः, यथा रामाभ्यां वृक्षाभ्याम् इति सर्वे सन्ति, तत्र अकारः धातुः अस्ति, तत्र अङ्गम् अकारः अस्ति वृक्ष, भ्यां योजनेन तत्र तृतीया चतुर्थी पञ्चमी त्रयोस्थाने वयं वृक्षाभ्याम् इति रूपाणि सन्ति. वृक्षयोगः भ्यां, भकारः तु यञी वर्णः अस्ति, सुप्रत्ययः अपि अस्ति, तस्मिन् समये अकारः दीर्घादेशं प्राप्य आकारः भवति, वृक्षाभ्याम् इति रूपम् आगच्छति इति. बहुवचने धन्यवादः. अन्यः नूतनः अपि अस्ति वा? पुष्पा भगिनी अस्तु भगिनी, भगिनी पठतु. अत्र बहुवचने जल्येत् इति अस्ति खलु? बहुवचने जल्येत् अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति. जलादि बहुवचनार्थ सुप्रत्यये परे अनुवृत्तिसहितसूत्रं बहुवचने जलि सुपि अङ्गस्य अधः एत्, तत्तु वृक्ष योगः सुप् वृक्ष योगः ए योगः सुप् वृक्षेषु आगच्छति. तत्र बहुवचने जल् तु प्रत्ययः जलादि अस्ति वा? सुप् इति प्रत्ययः, तर्हि सूत्रे उक्तम् अस्ति जलादि बहुवचनार्थ सुप् प्रत्यये परे इति उक्तमस्ति, तर्हि सुप् इति जलि अस्ति वा, जल् प्रत्याहारे अस्ति वा सकारः? जल् प्रत्याहारः अस्ति. अनन्तरं बहुवचने अपि अस्ति खलु? तु अङ्गस्य अतः एत् एकारः आयाति. बहुवचने झल्येत् सूत्रेण वक्षयोगः सुप् इति चेत् वृक्षयोगः एकारः आयाति. तस्य स्थाने एकारः आगच्छति, योगः सु वृक्षेषु अकारस्य स्थाने ह्रस्व केवलं झलि अस्ति किल भगिनी तत्र परे, झलादि इति न आवश्यकं किल? झलादि बहुवचनार्थ सुप्रत्यय अस्ति, झलि एव बहुवचने झलि इति अस्ति. तत्तु सप्तमी अस्ति खलु, सप्तमी झलि इत्युक्ते पूर्वकार्यम् इति न, तत्र जलादि इति आदौ आदि इति आम् वयं पूर्वं तस्य कृते एक परिभाषा अस्ति, एकनिमिषम् अस्ति मम किम् अहं वदामि भगिनि, अग्रे पठति अस्तु अस्तु भगिनि चिन्ता नास्ति, अहं पठामि. कुत्रचित् ध्वनिः आगच्छति वृक्षयोगः भ्याम् इति स्थितौ सुपीच इत्यस्य प्रसक्तिः अस्ति. बहुवचने जल्येत् इत्यस्य प्रसक्तिः नास्ति, यतः भ्यां बहुवचनार्थे नास्ति. वृक्षयोगसु इति स्थितौ बहुवचने जल्येत् इत्यस्य प्रसक्तिः अस्ति, सुपि च इत्यस्य प्रसक्तिः नास्ति, यतः सुप् यङ्यादि नास्ति. अतः उभयत्र एकत्र प्राप्तिः नास्ति, सूत्रविरोधः नास्ति, उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः. अत्र तु सुपि च बहुवचने जल्येत् इति सूत्रद्वयं दृष्टवन्तः. अत्र वृक्षयोगभ्याम् अत्र तु सुपि च एव प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते बहुवचने भ्यां नास्ति, अतः बहुवचने जल्येत् इति इत्यस्य प्रसक्तिः अत्र नास्ति. वृक्षयोगः सु तत्र तु बहुवचने जल्येत् इत्यस्य प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते सुप् यङ्यादि प्रत्याहारे नास्ति, अतः सुपि च इत्यस्य प्रसक्तिः अत्र नास्ति. अतः एकत्र प्राप्तिः द्वयोः सूत्रयोः एकत्र प्राप्तिः नास्ति, अतः सूत्रविरोधः अपि नास्ति, एकस्य सूत्रस्य एव प्रसक्तिः अस्ति. तत्र अस्माकम् इदानीम् अधुना क्लेशः न वर्तते खलु? न क्लेशः. किमपि प्रश्नः नास्ति खलु? भगिन्याः एक एव प्रश्नः आसीत्, जलि इति एव अस्ति, किमर्थं जलादि इति कथम् अभवत् इति. प्रत्यादौ धनादौ अल्ग्रहणे इति किमपि आसीत् खलु? तदेव अहं परिभाषा विस्मृतवती. तदर्थं पूर्वं पठितवन्तः. मम समीपे अपि नास्ति. अहम् अन्वेषयामि भगिनि, वदामि. पूर्वतनकक्षायामपि अस्ति भगिनि, स्वादिगणे कुत्रापि अस्ति. अन्ते प्रत्ययग्रहणे तदन्ताग्राह्याः इति अस्ति. तद् आदौ इत्यस्य अपि अस्ति. वयं पठितवन्तः पूर्वम्. अग्रिमपङ्क्तिमपि पठतु. वृक्षयोगः भ्यस् अत्र किं भवति इति पश्याम. भ्यस् यङ्यादि सुप्रत्ययः, अतः सुपि च इत्यस्य प्रसक्तिः अस्ति. भ्यस् जलादि बहुवचनार्थे सुप्रत्ययः, अतः बहुवचने जल्येत् इत्यस्य प्रसक्तिः अस्ति. द्वे अपि सूत्रे अन्यत्र लब्धावकाशे अपि च तयोः अधुना एकत्र प्राप्तिः वृक्षयोगः भ्यस् इत्यस्यां स्थितौ, अतः अत्र तुल्यबलविरोधः वर्तते. द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम. अत्र तु वृक्षयोगः भ्यस् इत्युक्ते भ्यस् यङ्यादि सुप्रत्ययः, अतः सुपि च तस्य प्रसक्तिः अस्ति. भ्यस् जलादिप्रत्यये जलादि बहुवचनार्थ सुप्रत्ययः, अतः बहुवचने जल्येत्. अत्र अस्ति परिभाषा, यस्मिन् विधिः तदादौ अल्ग्रहणे इति परिभाषा अस्ति. अत्र यस्मिन् इति इत्युक्ते सप्तमी खलु, तर्हि सप्तम्यां यदा विधिः भवति, इदानीं विधिसूत्रम् अस्ति खलु, तर्हि सप्तम्यां यदा विधिः भवति इत्युक्ते तद् आदौ ये ये सन्ति तेषामपि ग्रहणं भवति. तर्हि अत्र जलि इत्युक्ते जल् साक्षात् जल् प्रत्याहारे ये ये वर्णाः सन्ति तेषामेव ग्रहणम् इति नास्ति, किन्तु तस्य येषाम् आदौ जल्वर्णः अस्ति तेषां सर्वेषां ग्रहणं भवति. यस्मिन् विधि अकारस्य यस्मिन् विधि न्यमगणनं पर्यन्तं इत्युक्ते न प्रत्ययस्य आदौ जल् अस्ति चेत् ते अस्ति चेत् तेषामपि ग्रहणं यथा अत्र सुप् अस्ति खलु इत्युक्ते भगिन्याः प्रश्नः आसीत् अत्र जलि इति एव अस्ति जलि ए इति अस्ति तर्हि अत्र जलि इति एव अस्ति तर्हि वृक्षयोगः सकारः इति चेत् एतत् सूत्रस्य प्रसक्तिः वा किन्तु अत्र तु सुप् इति अस्ति सकार आदौ अस्ति सकारः इति साक्षात् नास्ति किन्तु सकार आदौ अस्ति तर्हि तेषां ग्रहणं केन सूत्रेण भवति इति कथं भवति किल भगिनि जल् अस्ति किन्तु आदौ एव अस्ति खलु ओ आदि इत्युक्ते एक्सेट्रा नास्ति तत्र आदौ इति आदौ जलि इति एव अस्ति तर्हि बहुवचने जलि एत् इति एव अस्ति जलि इत्युक्ते परे जल् वर्णः आगच्छति इति अवगच्छामः तर्हि अत्र सुप्रत्ययः सकारः आदौ अस्ति किन्तु अनन्तरं केचन वर्णाः अपि सन्ति खलु साक्षात् सकारः परे अस्ति चेत् सूत्रं कार्यं करोति इति एव नास्ति खलु यत्र सकारः अस्ति चेदपि कार्यं करोति अनन्तरं ये ये प्रत्ययाः सन्ति येषाम् आदौ सकारः अस्ति तेषामपि ग्रहणं भवति इदानीम् अवगतं भगिनि तर्हि अत्र वयं कुत्र पठितवन्तः इत्युक्ते तुदादिगणः तत्र पठितवन्तः यस्मिन् विधिः तदा आदौ वल्ग्रहणे इति अत्र आसीत् यस् अत्र परिभाषा इ नाम यकारादौ यस्य आदौ यकारः तस्मिन् परे इति महोदयेन लिखितवान् धन्यवादः रामः तर्हि इदानीम् अस्माकं स्थितिः का इदानीं यत्र वृक्षयोगः भ्यां तत्र सुपीच इति एकमेव सूत्रं कार्यं करोति अनन्तरं वृक्षयोगः सुप् अत्र बहुवचने जल्येत् इति एकमेव सूत्रं कार्यं करोति अस्माकं प्रश्नः किमपि नास्ति किन्तु इदानीं नूतन प्रश्नः आयाति वृक्षयोगः अभ्यस् इति तर्हि तत्र किं भवति इति वृक्षयोगः अभ्यस् भकारः सुपि अपि अस्ति जलि अपि अस्ति तर्हि कस्य इदानीं कस्य सूत्रस्य कार्यं भवति उभयोः सूत्रयोः प्रसक्तिः वर्तते किन्तु कस्य सूत्रस्य बलम् अधिकं भवति तस्य कार्यं भवति इति बलं कस्य अधिकं चर्चा भवति इदानीम् अस्तु अस्तु भगिनि धन्यवादः सुब्रह्मण्यं महोदय अस्ति वा आं भगिनि प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति परन्तु तुल्यबलविरोधः नास्ति अत्र योगः एव अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्येम अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति आद्गुणः च वृद्धिरेचि च अत्र इतः पर्यन्तं वयम् अत्र एकस्मिन् स्थले एकस्मिन् समये सूत्रद्वयम् आगत्य कार्यं कर्तुम् इच्छति इदानीं नूतन उदाहरणम् अस्ति अत्र अत्र योगः एव अत्र अपि सूत्रद्वयम् आगत्य कार्यं कर्तुम् इच्छति परन्तु अत्र अत्र तुल्यबलविरोधः इति विषयः न भवति तस्मिन् विषये किञ्चित् अग्रे अपि चर्चा अस्ति अत्र योगः एव विषये सूत्रद्वयम् इत्युक्ते अत्र आद्गुणः अन्यसूत्रमस्ति वृद्धिरेचि सूत्र द्वयम् आगत्य कार्यं कर्तुम् इच्छति परन्तु अत्र किमर्थं सूत्र एकत्र प्राप्तम् एकत्र प्राप्तिः अस्ति. अत्र तुल्यफलविरोधः नास्ति इत्युक्ते प्रायः तुल्यफलविरोधविषये तु अत्र यदि सूत्रद्वयम् आगत्य कार्यं कर्तुम् इच्छति प्रायः द्वे अपि अन्यस्मिन् स्थले तयोः कार्यम् अस्ति. इदानीं द्वयो इत्युक्ते अत्र अन्यत्र द्वयोः लब्धावकाशः अस्ति, परन्तु अत्र पुनः द्वयोः आगत्य कार्यं कर्तुम् इच्छति. यदि तथा अस्ति वा न इति अत्र अग्रे किञ्चित् चर्चा अस्ति तस्मिन् विषये. आं महोदय, तर्हि पूर्वं वृक्षे सुपि च बहुवचने जल्येत् इति सूत्रयोः कः स्थितिः, का स्थितिः इत्युक्ते द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति, इदानीम् एकत्र अपि प्राप्तिः भवति, अवकाशः अपि भवति खलु. तर्हि तादृशस्थित्यां सुपि च बहुवचने जल्येत् तत्र तुल्यपरविरोधः वर्तते. किन्तु अत्र किम् इत्युक्ते आद्गुणः वृद्धिरेचि कीदृशस्थितिः इति अग्रे पश्यामः. अस्तु महोदय, भवानेव पठति वा आद्गुणः इति सूत्रस्य? पठामि. आद्गुणः अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः भवति. आत् पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्. इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् एवम्. आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. अत्र आद्गुणः इत्युक्ते अत्र संहितायाम् अत्र अनुवृत्तिसहितसूत्रमस्ति. आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् इत्युक्ते अत्र आत् इत्युक्ते अवर्णात् इत्युक्ते अकारः एव खलु भगिनि, तस्मात् अत्र पञ्चमी विभक्ति आत् इत्युक्ते अवर्णात्, अवर्णात् इति ह्रस्वकारः दीर्घकारः प्लुत सर्वे अपि तत्र सर्वे अपि केवलं सर्वविधाकाराः सर्वविधाकाराः उदात्त अनुदात्त इति केचन भेदाः सन्ति, सर्वे अपि भेदाः सम्मिलिताः. अस्तु भगिनि, अत्र अत्र आत् इत्युक्ते अवर्णात् अत्र अकारः आकारः अनुनासिका अपि भवति, अम् अपि भवति भगिनि. पुनः महोदय, अत्र अकारः आकारः अन्यवर्णाः अकारः उदात्त अकारः अनुदात्त अकारः अकारः त्वरित अकारः अनन्तरम् अनुनासिक अस्तु भगिनि. अहं कति ह्रस्वदीर्घप्लुत इति अष्टादश अस्ति, ह्रस्वदीर्घप्लुत इति त्रयः सन्ति. अनन्तरम् इदानीम् उदात्त अनुदात्त उदात्त स्वरित इति त्रयः भेदाः सन्ति. तर्हि त्रि इण्टु त्रि इति गणनं कुर्मः चेत् नयन् भवति. अनन्तरम् इदानीम् अनुनासिक अननुनासिक इति द्वे भेदे स्तः, तर्हि वेदद्वयं, तर्हि नैन् इण्टु टु एय्टीन् इति भाति. अत्र पूर्वम् अवर्णः, तस्मात् अनन्तरं अचिप्रत्याहारे किमपि वर्णः इत्युक्ते आदौ तद्वर् सः वर्णः अचिप्रत्याहारे केचन वर्णः संहितायाम् इत्युक्ते साक्षात् अनन्तरं स्तः तस्मिन् समये अत्र द्वयोः स्थाने गुणसंज्ञकः एकादेशः भवति इत्युक्ते अत्र गुणसंज्ञकः इत्युक्ते अदेङ्गुणः इत्युक्ते अकारः अकारः एकारः ओकारः आगच्छति इति अत्र उदाहरणमस्ति उदाहरणम् अस्ति अत्र उदाहरणं तु न अत्र अत्र कोऽपि उदाहरणं नास्ति अत्र तथैव अस्ति भगिनि अत्र आद्गुणः अत्र पूर्वम् अवर्णः भवान् स्वयं किमपि उदाहरणं वक्तुम् इच्छति वा स्वयं यत्र गुणवर्णः भवति रामस्य योगः इदं रामस्य इदम् इति वदति खलु रामस्य इदम् इदम् इकारः भवति इकारः अस्ति अत्र रामस्येदं भवति खलु भगिनि रामस्येदं भवति अत्रैव आगच्छति तत्तु अनन्तरं वयं पश्यामः तस्यैव विषयः अनन्तरम् आयाति अस्तु भगिनि वृद्धिरेचि अवर्णात् एचि परे पूर्वपदयोः स्थाने वृद्धिसंज्ञक एकादेशः स्यात् वृद्धिः प्रथमान्तम् एचि सप्तम्यन्तं द्विपदमिदं सूत्रम् आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः एकः पूर्वपदयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रमस्ति आत् एचि पूर्वपदयोः एकः वृद्धिः संहितायाम् इदानीं वृद्धिरेचि विधिसूत्रं वदति अवर्णात् एचि परे अवर्णात् अत्रापि अष्टादशभेदाः एव तस्य परे यदि एच् वर्ण एच् प्रत्याहारवर्णाः आगच्छन्ति तर्हि एकादेशः भवति तत्र पूर्वपरयोः द्वयोर्स्थाने एकः वृद्धिसंज्ञकः वर्णः एव आगच्छन्ति वृद्धिसंज्ञकः इत्युक्ते वृद्धिरादैच् इति संज्ञासूत्रमस्ति ततः आकारः ऐकारः औकारः वृद्धिवर्णाः सन्ति इदानीम् एचि इत्युक्ते एच् वर्णाः परन्तु आद्गुणे अचि परे इति अस्ति एचि तु अचि मध्ये अन्तर्भूताः सन्ति तर्हि तत्र अपवादरूपेण आगच्छति वृद्धिसूत्रम् आद्गुणस्य अपवादः इति अचि परे इत्युक्ते तत्रापि एच् वर्णाः आगन्तुम् अर्हन्ति परन्तु तत्र फलितार्थः तु फलितांशः तु केवलम् इकि इति एव भवति न तु पूर्णतया इति इदानीम् अस्माकम् उदाहरणम् अत्र योगः एव पूर्वमकारः अस्ति पश्चात् एकारः एकारः अचि अपि अस्ति एचि अपि अस्ति अतः द्वयोः सूत्रयोः प्रसक्तिः एकत्र प्राप्तिः अस्ति अत्र किं भवति गुणसन्धिः वा वृद्धिसन्धिः वा अधुना द्रष्टव्यं यत् तुल्यबलविरोधः अस्ति न वा तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः भवेत् अत्र योगः एव इत्यस्यां दशायाम् आद्गुणः कार्यं करोति चेत् वृद्धिरेचि इत्यस्य अन्यत्र अवकाशः भविष्यति वा नैव एचि यदि गुणसन्धिः भवति तर्हि वृद्धिरेचि इति सूत्रं निर्व्यापारं नाम सुतरां व्यर्थं भविष्यति तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति अस्यां दशायां द्वेपि सूत्रे अन्यत्रान्यत्र लब्धावकाशे न स्तः अतः तुल्यबलविरोधः नास्ति आद्गुणः इति सामान्यं वृद्धिरेचि इति विशेषः यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात् कारणात् अत्र लब्धावकाशे सति कार्यं न करोति चेत् अन्यत्र अवकाशे नैव प्राप्स्यते, तत् सूत्रम् अपवाद इत्युच्यते। वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः, अतः आद्गुणः इति सूत्रं बाधितं भवति वृद्धिरेचि इति सूत्रेण। अत्र सूत्रद्वयोः विवरणमस्ति। यदा वयं दृष्टवन्तः एकारः अत्र योगः एव अस्मिन् प्रसङ्गे, एकारः तु अचि वर्णः अपि अस्ति, एचि वर्णः अपि अस्ति, सूत्रद्वयमपि अत्र कार्यं कर्तुं प्रसक्तिरस्ति इति। तस्मिन् प्रसङ्गे कस्य बलम् अधिकम् इति पश्यामः चेत् सूत्रद्वयमपि अन्यत्र तेषां कार्यं कर्तुम् अवकाशः अस्ति, परन्तु यदि आद्गुणः कार्यं कृत्वा अत्रैव इति आगच्छति चेत् तर्हि वृद्धिरेचि इति सूत्रस्य निरवकाशः भवति, तत् कार्यं न कर्तुं शक्नोति अन्यत्र कुत्रापि। आद्गुणः तु सामान्यसूत्रमस्ति, वृद्धिरेचि विशेषः सूत्रमस्ति। वृद्धिरेचि पश्यामः चेत् तस्य कार्यक्षेत्रं लघु अस्ति आद्गुणस्य अपेक्षया, तर्हि एवम् आगच्छन्ति चेत् यस्य कार्यक्षेत्रं लघु अस्ति तस्य अवकाशः अन्यत्र कुत्रापि कार्यं न कर्तुं शक्नोति, तर्हि तत् सूत्रम् अपवादसूत्रम् इति उच्यते। अत्र वृद्धिरेचि आद्गुणस्य अपवादः इति भगिनि। तर्हि अस्माकं मुख्य अंशः अत्र अस्ति तुल्यबलविरोधः, यत्र वयं द्वे सूत्रे पश्यामः तर्हि तयोः तुल्यबलविरोधः अस्ति वा इति द्रष्टव्यम्। अनन्तरं किं द्रष्टव्यम् इत्युक्ते अपवादः अस्ति वा, एकं सूत्रम् अन्यस्य अपवादं भवति वा इति द्रष्टव्यं। तर्हि तत् अस्माभिः वक्तव्यं भवति। तरहि इदानीं तुल्यबलविरोधः इत्युक्ते किम्, निमित्तानि कानि, तर्हि पुनः वदति वा भगिनि, तुल्यबलविरोधः इति कथं जानीमः? सूत्रद्वयम् एकस्मिन् स्थले युगपत् कार्यं कर्तुम् अर्हन्ति, तर्हि कस्य बलम् अधिकम् इति पश्यामः चेत् तत्र सङ्घर्षः भवति, तदानीं तुल्यबलविरोधः इति। न न न न तथा एव मास्तु। इदानीम् आदौ गच्छति चेत् एका परिभाषा आसीत्, महाभाष्यवाक्यम् आसीत्, तत् पुनः पठति वा? अन्यत्र अन्यत्र लब्धावकाशयोरेकत्र प्राप्तिस्तुल्यबलविरोधः। तर्हि तुल्यबलविरोधः इत्युक्ते द्वे सूत्रे एकस्मिन् एकत्र प्रसक्तिः अस्ति, किन्तु द्वयोः अपि अन्यत्रापि अन्यत् प्रथमसूत्रस्य इति सूत्रस्य एक्स् इति कार्यक्षेत्रे अर्हति, एक्स् वै इति। इदानीं आ सूत्रस्य वै वि इति वै इज़ेड् इति क्षेत्रयोः कार्यं कर्तुम् अर्हन्ति, इत्युक्ते वै इति क्षेत्रे द्वे अपि सूत्रे कार्यं कर्तुम् अर्हतः। अनन्तरं प्रथमं सूत्रम् एक्स् प्रायः ए बि सि तत्र कार्यं कर्तुम् अर्हति। इदानीं द्वितीयसूत्रं वै झेड् प्रायः एफ् जि एच् तत्र कार्यं कर्तुम् अर्हतः। एकत्र प्राप्तिः भवितुमर्हति, अनन्तरं द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः भवति चेत् तुल्यबलविरोधः, नास्ति चेत् तुल्यबलविरोधः नास्ति तत्र। इदानीं इत्युक्ते दे आर् इण्डिपेण्डेण्ट् आफ़् ईच् अदर् बट् एट् द सेम् टैम् दे केन् They intersect at a point, tata eva. They have different field of application, but they intersect. The application intersects with each other at some point. Okay. like x y y z. So both can work in y, but the first one has can work in x, and the second one can also work in z. Tarhi tulyadala virodha idani asmakam apavadam ityukte kim कथं जानीमः द्वे सूत्रे एकं द्वे सूत्रे स्तः एकं सूत्रम् अन्यस्य अन्यस्य अपवादम् इति कथं जानीमः? तत्र निमित्तानि कानि के के सन्ति? दे डु नाट् हाव् अत्र पश्यति चेत् यस्य सूत्रस्य कार्यम् एकं सूत्रमस्ति खलु, अत्र महोदयस्य वाक्यम् अत्र अस्ति, यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति, एकं सूत्रस्य एकसूत्रस्य कार्यक्षेत्रं बृहत् अस्ति, अन्यस्य सूत्रस्य कार्यं लघु अस्ति, तत्तु प्रथमनिमित्तम् अस्ति. इदानीं द्वितीयनिमित्तमपि भवति. किम् इत्युक्ते एकस्य यस्य लघुत्वम् अस्ति तस्य अन्यत्र अवकाशः न भवति. यस्य लघुत्वम् अस्ति तस्य अन्यत्र लब्धावकाशः अस्ति नास्ति. कार्यक्षेत्रं समानम् अस्ति इत्युक्ते एकं सूत्रं इदानीं एक्स् प्रथमसूत्रम् एक्स् वै कार्यं करोति, एक्स् अण्ड् वै. द्वितीय सूत्रं प्रायः एक्स् प्रथमसूत्रं ए बि सि डि कार्यं करोति, द्वितीयसूत्रं सि डि इति एव कार्यं करोति चेत् तत्र तुल्यबलविरोधः नास्ति. किमर्थम् इत्युक्ते द्वितीयक्षेत्रं सि डि इति कामन् एरिया अस्ति खलु, तत्र एव ए बि सि डि इति प्रथमसूत्रमपि कार्यं करोति. किं तर्हि द्वितीय सूत्रस्य कार्यक्षेत्रम् इदानीं लघु अस्ति, प्रथमसूत्रस्य बृहत् अस्ति, अनन्तरम् इत्युक्ते द्वितीयसूत्रस्य अन्यत्र लब्धावकाशः नास्ति. प्रथमसूत्रस्य अन्यत्र लब्धावकाशः अस्ति, ए बि इति कार्यं कर्तुं शक्नोति, किन्तु द्वितीयसूत्रस्य अन्यत्र लब्धावकाशः नास्ति. तर्हि तादृशस्थित्यं किं भवति? यदि द्वितीयसूत्रं कार्यं न करोति चेत् द्वितीयसूत्रं निरवकाशः भविष्यति. सि डि इति स्थाने न कार्यं करोति चेत् किमर्थं तत् सूत्रं, खलु प्रथमसूत्रमेव पर्याप्तं खलु? तर्हि अपवादं भवति, तादृशस्थित्यम् अपवादम् अस्ति. एतत् बहु मुख्य अंशः अस्ति अस्माकं अस्माभिः सम्यक् अवगन्तव्यं. तुल्यबलविरोधः अनन्तरम् अपवादः, प्रथमं तु इण्टर्सेक्ट् भवति, कार्यक्षेत्रं बृहत् अस्ति, द्वयोः अपि भिन्नभिन्नं भवति, प्रायः एकस्य बृहत् अन्यस्य किञ्चित् लघु प्रायः भवेत्, किन्तु इण्टर्सेक्ट् एव भवति, अन्यत्र लब्धावकाशः. इदानीम् अपवादम् इत्युक्ते सत्सत् एव भवति, साक्षात् सत्सत् भवति. द्वे अंशे ज्ञातव्यं, मनसि स्थापनीयम्. धन्यवादः. पुष्पा भगिनी, आद्गुणः इति सूत्रे अचिपरे इत्यस्य इकि परे इति फलितः अर्थः, यतः अकारात् अकारः परश्चेत् कार्यं बाधितम्, अकः सर्वन् सवर्णे दीर्घः इत्यनेन अकारात् एच् परश्चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च. बुद्धिशास्त्रस्य अवकाशं कल्पयित्वा तद्भिन्न स्थलेषु गुणशास्त्रप्रवृत्तिः कर्तव्या. आद्गुण इति सूत्रे अचिपरे इति अस्य इति परे इति परितः, हाँ इकि परे आयाति, अचिपरे इकि आयाति न? अचिपरे इति उक्तम् अस्ति सूत्रे, किन्तु फलितः अर्थः इकि परे इति एव अस्ति. किमर्थम् इत्युक्ते यदि इदानीम् अच् वर्ण अच् प्रत्याहारे के के वर्णाः सन्ति, ऐ उ आ इ उ खलु महेश्वरसूत्राणि पश्यति चेत् ऐ उ ऋ ए ओ ऐ औ इति सन्ति खलु. तर्हि यदि अकारः आगच्छति चेत् अकारात् परे अकारः अस्ति चेत् किं भवति, अवर्णात् परे अकारः अस्ति चेत् दीर्घ किं भवति सवर्णदीर्घसन्धिः भवति. अनन्तरं यदि अकारात् परे एच् आगच्छति चेत् एच् प्रत्याहारे ये सन्ति ए ओ ऐ औ आगच्छति चेत् इदानीमेव वयं पश्यन्तः स्मः खलु वृद्धिरेचि इति तत् सूत्रस्य कार्यं करोति, तत् सूत्रं कार्यं करोति. तर्हि आग्गुणः इत्युक्ते फलित अर्थः भवति इक् परे. शिष्टं किम् अस्ति, इक् इक् प्रत्याहारे एव अस्ति. तर्हि इक् परे इति एव फलितार्थः. धन्यवादः भगिनि. इदानीम् अहं मया पुनः वक्तव्यं भवति, यत्र अहम् अपवादम् इति उक्तवती खलु, तर्हि तस्य कृते लघुत्वम् इति षट्सत् इति अस्ति, लघुत्वम् इति अस्ति, अन्यत् तृतीयं निमित्तम् अस्ति. यदि कार्यं न करोति चेत् सूत्रं निरवकाशं भविष्यति. तत्तु तृतीयनिमित्तमस्ति. प्रथमं लघुत्वं भवेत्, द्वितीयं अन्यत्र लब्धावकाशः न भवति, सप्त इव भवति. तृतीयं भवति यदि न कार्यं करोति चेत् अन्यत् सूत्रं निरवकाशं भविष्यति इति त्रीणि कार्यत्रयं भवति तस्य कृते, अपवादस्य कृते. अपि न द्रष्टव्यं किल, यद्यपि आद्गुणः पूर्वसूत्रमस्ति, वृद्धिरेचि परं सूत्रमस्ति, अत्र पूर्वं दृष्टवन्तः पूर्वपरनित्य, तस्मात् अपवादः एव बलीयः इति. आम् तर्हि अपवादमेव बलवत् भवति इत्यस्मात् यत्र निरवकाशः भवति तस्य एव बलं भवति अधिकम्. आम् भगिनि. तर्हि अत्र तुल्यबलविरोधः नास्ति, अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति. अधुना अस्माकं पूर्वतनम् उदाहरणं प्रत्यागच्छाम. वृक्षयोगाभ्यास, अत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः, सुपि च बहुवचने जल्येत् च, द्वयोः अपि अन्यत्र लब्ध अवकाशः, अतः तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः इत्यस्य समानार्थिशब्दः विप्रतिषेधः. अत्र कस्य सूत्रस्य अवकाशो भवेत् इति निर्णेतुम् एकं सूत्रं सहायं करोति. अत्र तु अत्र इत्युक्ते अत्र योगः एव, तत्र तुल्यबलविरोधः नास्ति. किमर्थम् इत्युक्ते अपवादः, वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः, अतः तुल्यबलविरोधः इति विषयम् अत्र नास्ति. परन्तु पूर्वतन उदाहरणे वृक्षयोगाभ्यास, अत्र एक द्वयोः सूत्रयोः सुपि च बहुवचने जल्येत् एकत्र प्राप्तिः अस्ति, अन्यत्र द्वयोः अपि अन्यत्र लब्ध अवकाशः भवति, अतः तुल्यबलविरोधः. सुपि च बहुवचने जल्येत् इति सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति. समानार्थकपदम् अस्ति विप्रतिषेधः. एकं सूत्रम् अस्ति विप्रतिषेधः परं कार्यम् इति, तस्य अर्थः समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयाति चेत् परसूत्रस्य कार्यं पूर्वं भवति. विप्रतिषेधे सप्तम्यन्तं, परं प्रथमान्तं, कार्यं प्रथमान्तं, त्रिपदम् इदं सूत्रं. विप्रतिषेधे इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः. एतत् सूत्रं वदति समानकाले तुल्यबले द्वयोः सूत्रयोः कार्यकर्तुम् आगच्छति चेत् परसूत्रस्य कार्यं पूर्वं भवति इति. अविप्रतिषेधे इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः इति. इदानीम् अस्माकम् अवृद्धिरेचि आद्गुणः इति स्थित्यामपि प्रतिषेधे कपरं कार्यम् इति आवश्यकं भवति वा? परसूत्रमेव वृद्धिरेचि अपवादः इति परसूत्रमस्ति, तथापि किमर्थं कार्यं करोति इत्युक्ते अपवादम् इत्यस्मात् कार्यं करोति अपवादम् इति. तत्र विप्रतिषेधे परं कार्यं सूत्रस्य आवश्यकं नास्ति किल? तर्हि प्रथमं द्रष्टव्यम् अपवादसूत्रं वा इति द्रष्टव्यं. कीदृश अस्माकं प्रश्नत्रयमासीत् खलु, इदानीं लघुत्वमस्ति वा, अन्यत्र लब्धावकाशः अस्ति वा, तथैव भवति वा इति. अनन्तरं तृतीयम् एकं सूत्रं, तत् सूत्रं कार्यं न करोति चेत्, यत् लघु कार्यं न करोति चेत् तस्य सूत्रस्य सूत्रं निरवकाशं भविष्यति वा इति प्रश्नस्य उत्तरं दास्यति अपवादसूत्रं वा इति. तर्हि अपवादसूत्रम् इत्युक्ते तस्यैव बलम् अधिकं भवति, तदेव कार्यं करोति. यत्र अन्यत्र लब्धावकाशः भवति तर्हि तत्र तुल्यबलविरोधः भवति, विप्रतिषेधः भवति तत्र. तर्हि तादृशी स्थित्यां परं कार्यं बलवद् भवति. तर्हि अस्माकं प्रथमं उदाहरणं तत्र एव विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः. द्वितीयक्षे उदाहरणं यद् दृष्टवन्तः वृद्धिरि आद्गुणः वृद्धिरिचि, तत्र तु अस्माकं एतत् सूत्रस्य प्रसक्तिः, तत्र आवश्यकता न वर्तते. परन्तु भगिनि, यदा वयं सर्वं सूत्रं सर्वाणि सूत्राणि जानीमः चेदेव एतत् अप्लिकेशन् कर्तुं शक्नुमः किल? आं भगिनि, आदौ तु महोदयत् वदति, तस्य अवगमनम् अस्माभिः अस्माकं भवतु खलु. तर्हि तदर्थम् इदानीं पठामः. महोदय दास्यति खलु इदानीं एतत् सूत्रस्य प्रसक्तिः अस्ति, द्वितीयसूत्रस्य प्रसक्तिः. तर्हि महोदय वदति चेत् अपवादम् इति वदति चेत् यदा वदति चेत् वयं जानीमः, परन्तु यदा वयं आन् ओन् चिन्तनं कर्तुं शक्नुमः चेत् लघु वा अपवादः वा इति. आमां, तत्र क्लेशः वर्तते भवति. अन्यत्र लब्धावकाशः अस्ति इति वयं जानीमः खलु, तस्य कार्यक्षेत्रं बृहत् भवति इति. तर्हि यत्र यत्र अङ्गनिमित्तकार्यं भवति, वर्णनिमित्तिकं कार्यं भवति, तर्हि वयं जानीमः वर्णस्य कार्यक्षेत्रं बृहत्, अन्य अङ्गस्य न्यूनम् अस्ति इति कृत्वा केचन वयं कर्तुं शक्नुमः. किन्तु सहायता आवश्यकी, सहायता. भगिनी, अन्य कोऽपि उदाहरणम् अस्ति वा विप्रतिषेधे परं कार्यम्? आं भगिनि, अस्ति. वयं पूर्वमेव दृष्टवन्तः अत्र इतश्च लोट् लङ् लकारे सूत्रं पश्यति चेत् अष्टाध्याय्यां तृतीयाध्याये चतुर्थपादे शततम् वदतु महोदय. भवतु इतश्च तस्थस्तमिपान्तान्तं तामः अत्र परस्मैपदे लङ् लकारे उत्तमपुरुष एकवचने अत्र मिप् अम् भवति खलु भगिनि, अत्र इतश्च कार्यं न करोति, परन्तु तस्थस्तमिपान्तान्तं तामः कार्यं करोति. अत्र द्वितीयसूत्रं परसूत्रमस्ति. आम् आम्, इदानीं स्मरामि. द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति, किन्तु परसूत्रम् इत्यस्मात् तथा एव स्वादिगणे अपि दृष्टवन्तः खलु भगिनि, अत्र यदा वयं स्वादिगणे परस्मै प्रतिलोट्लकारे उत्तमपुरुषे अत्र आनि आव आम सन्ति खलु, अत्र अपि सार्वधातुक अर्धधातुकयोः अथवा हुष्णुवोः सार्वधातुके अथवा अचिष्णु धातुभ्रुवां योर्यङ्गु वङ्गौ, अत्रापि सार्वधातुक अर्धधातुकयोः एव कार्यं करोति. पुनः अत्र तदपि परसूत्रमस्ति, हुष्णुवोः अचिष्णु धातुभ्रुवामपि अत्र अन्यत्र तयोः लब्धावकाशः अस्ति एव, तत्कारणात् अत्र सार्वधातुक अर्धधातुकयोः एव कार्यं करोति. तदपि विप्रतिषेधे परं कार्यं, तस्य प्रसक्तिः अस्ति अत्र. पश्यामि. धन्यवादः. धन्यवादः. तर्हि कः पठति भगिनी? पठितवती. अस्तु भगिनी. सुब्रह्मण्यं महोदय, भवान् एव पठति. आं भगिनि, अत्र वृक्षयोगः अभ्यस् विप्रतिषेधे परं कार्यं, सुपि च इत्यस्य अपेक्षया बहुवचने झल्येत् परम् अस्ति, अतः तद् बलवत्. एकारादेशः वृक्षयोगः ए योगः भ्यस् वृक्षेभ्यः. अत्र विप्रतिषेधे परं कार्यम् इत्यस्य उदाहरणं पुनः आगतः. अत्र वृक्षयोगः भ्यस् अत्र सुपि च इत्यस्य अपि कार्यं भवितुम् अर्हति. किमर्थं चेत् अत्र यः अत्र पूर्वं तु अकारः अस्ति, अनन्तरं झलि न यनि प्रत्याहारे भ वर्णः अस्ति, तत्कारणात् तस्य प्रसक्तिः अस्ति. अनन्तरं बहुवचने झल्येत् तस्य प्रसक्तिः अपि अस्ति. किमर्थं चेत् भ्यस्तु अत्र चतुर्थी विभक्ति अथवा पञ्चमी विभक्तौ बहुवचन प्रत्ययः अस्ति. अनन्तरं भकारः तु झलि प्रत्याहारे अस्ति, तत्कारणात् द्वयोः अपि प्रसक्तिः अस्ति. परन्तु अत्र सुपि च तस्य अन्यत्र लब्धावकाशः अस्ति, तथैव बहुवचने झल्येत् तस्यापि अन्यत्र लब्धावकाशः अस्ति, तत्कारणात् अत्र बहुवचने झल्येत् इति सूत्रं तस्य सङ्ख्या परमस्ति, तत्कारणात् तद् बलवत् भूत्वा अत्र एकारादेशः भवति वृक्षेभ्यः इति रूपं निष्पन्नं भवति. अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम् आगत्य सूचयति यत् परसूत्रस्य कार्यं पूर्वं भवति. ध्येयं यत् अस्य सूत्रस्य प्रसक्तिः नास्ति त्रिपाद्याम् अग्रे चतुर्थम् इयं सूचना प्राप्यते. अध्यायदृष्ट्या, पाददृष्ट्या, सूत्रसङ्ख्यादृष्ट्या एकं सूत्रं परमस्ति चेत् तत्सूत्रं परसूत्रमिति उच्यते. अत्र पूर्वमेव यथा वयं पठितवन्तः, अत्र यत्र यत्र तुल्यबलविरोधः इत्यस्य प्रसक्तिः अस्ति तत्र विप्रतिषेधे परं कार्यम् इति सूत्रमागत्य परसूत्रस्य कार्यम् एव भवति इति अस्ति. वयं कथं जानीमः किं सूत्रं पूर्वमस्ति, किं सूत्रं परमस्ति इति? तस्मिन् विषये अत्र प्रत्येकस्य सूत्रस्य संख्या अस्ति. अत्र सूत्रसङ्ख्या संख्यायाम् अत्र प्रथमम् अध्यायनिमित्तकसङ्ख्या, द्वितीयं पादनिमित्तिक, तृतीयं तु सूत्रसङ्ख्या अस्ति. त्रयोः अत्र त्रयाणां मिलित्वा अत्र वयं वक्तुं शक्नुमः किं सूत्रं पूर्वमस्ति, किं सूत्रं परमस्ति इति. धन्यवादः. आं भगिनि, इदानीम् आद्गुणः वृद्धिरेचि इति पश्येम. अस्माभिः दृष्टं यत् अत्र योगः एव इति स्थितौ वृद्धिरेचि इत्यस्य प्राबल्यम् अस्ति अपवादत्वात्. रुधिरेति इत्यस्य अन्यत्र लब्धावकाशो नास्ति, अतः अत्रैव अत्रयोगः एव अस्मिन् सन्दर्भे कार्यं साधनीयम् इति वयं पूर्वमपि चर्चितवन्तः. अत्रयोगः एव अस्मिन् सन्दर्भे वृद्धिरेचि सूत्रस्य बलम् अधिकं यतोहि अपवादकारणात्. पुनः वृद्धिरेचि सूत्रम् अन्यत् यदि अत्र कार्यं न करोति चेत् तत् निरवकाशः भवति इति, अतः वृद्धिरेचि एव अत्र कार्यं करोति इति. वृद्धिरेचि परं सूत्रमस्ति, तथापि अत्र विप्रतिषेधे परं कार्यम् इत्यनेन स्वस्य कार्यं न सिद्ध्यति, यतः अत्र तुल्यबलविरोधः नास्ति. विप्रतिषेधः इत्युक्तौ तुल्यबलविरोधः. परसूत्रस्य कार्यं भवति यदा विप्रतिषेधः विद्यते. अत्र योगः एव इति स्थितौ विप्रतिषेधः नास्ति. वृद्धिरेचि अत्र कार्यं न करोति चेत् कुत्रापि कर्तुं न शक्ष्यति, अन्यत्र लब्धावकाशः नास्ति. अतः अत्र विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः नास्ति एव. एतदेव पुनः अत्र विवरणमस्ति. वृद्धिरेचि सूत्रं यद्यपि परसूत्रमस्ति, तस्य कार्यम् अत्र तस्य प्रसक्तिरेव नास्ति अत्र, यतोहि तत्र सङ्घर्षः एव नास्ति, विप्रतिषेधः नास्ति. यदि तुल्यबलविरोधः नास्ति तदानीं विप्रतिषेधे परं कार्यम् इति सूत्रस्य अवकाशमेव नास्ति अत्र इति. तदेव अस्ति भगिनि अत्र. सुपि च बहुवचने पुष्पा भगिनी अस्तु पुष्पा भगिनी पठति वा. सुपि च बहुवचने सुपि च बहुवचने झल्येत् सुपि च द्वितीयमस्ति, बहुवचने झल्येत् इति द्वितीयसूत्रमस्ति. प्रथमसूत्रं सुपि च, सुपि च बहुवचने झल्येत् इति एका स्थितिः. आद्गुणः वृत्तिरेचि इति अन्या स्थितिः. पूर्वस्यां स्थित्यां विप्रतिषेधे परं कार्यम् इत्यनेन बालाबलस्य निर्णयः क्रियते. उत्तरस्यां स्थित्यां सामान्यविशेषत्वम् अपवादभूतत्वम् इत्यनेन बालाबलस्य निर्णयः बलाबलस्य निर्णयः क्रियते. अधः चित्रद्वयम् अस्ति, येन अस्माकं चित्रा भगिन्या प्रतिषेधः अपवादः चेत् अनयोः भेदः सुन्दररीत्या निरूप्यते, अवश्यं दृश्यताम्. अधोभागे तयोः पी डी एफ् अपि प्राप्यते डौन्लोड् इत्यर्थं चित्रा भगिनी धन्यवादः. सुपि च बहुवचने झल्येत् एका स्थितिः. आद्गुणः बुद्धिरेचि इति अन्या स्थितिः. पूर्वस्यां स्थित्यां विप्रतिषेधे परं कार्यम् इत्यनेन बलाबलस्य निर्णयः क्रियते. अत्र पूर्वस्यां स्थित्याम् इत्युक्ते किं, कीदृशस्थित्यां? पूर्वस्यां स्थित्यां कथं अत्र द्वे स्थितिः दत्ताः खलु. तर्हि सुपि च बहुवचने झल्येत् इति प्रथमस्थितिः अस्ति, तदेव पूर्वस्थितिः अत्र महोदयेन इति सूचितम्. अत्र सुपि च बहुवचने झल्येत् इति अस्ति, तदेव पूर्वस्थितिः अस्ति. अनन्तरम् आद्गुणः वृद्धिः चेत् यत् अस्माभिः दृष्टम् अपवादः तर्हि यत्र यत्र बलाबल यत्र बलाबलस्य विषयः भवति अत्र क्षम्यतां, यत्र विप्रतिषेधः भवति तुल्यबलविरोधः अस्ति तर्हि विप्रतिषेधे परं कार्यम् इति तत्र कार्यं निर्णेतुं शक्नुमः. उत्तरचं द्वितीयस्थितिः आद्गुणः वृद्धिरेति, तत्र तु अपवादभूतत्वं तत्र तुल्यबलविरोधः नास्ति. तत्र किम् इत्युक्ते सामान्यविशेषम् एकं सूत्रं सामान्यसूत्रमस्ति, अन्यत् सूत्रम् अपवादभूतसूत्रम्. तर्हि तस्य बल अपवादभूतत्वेन बल बलं निर्णेतव्यं बलाबलम्. एकं सूत्रम् अन्यस्मात् बलं भवति खलु, एकं बलं भवति अन्यत् अबलं भवति. अबलम् इत्युक्ते बलं नास्ति, न्यूनं भवति. तर्हि चित्रभगिनी अत्र उक्तवान् प्रदर्शितवती, रामप्रिया भगिनी वदति वा सूत्रं दृष्ट्वा, चित्रं दृष्ट्वा? भगिनी मम पार्श्वे करपत्रमेव अस्ति, लैप्टाप् नास्ति भगिनी, क्षम्यताम्. बहु सुन्दरचित्रमस्ति भगिनि, प्रायः मम पुत्री अनन्तरं पश्यामि भगिनि. सुब्रह्मण्य महोदय वदति वा? भगिनि अत्र उदाहरणमस्ति वृक्षयोगः, अत्र विप्रतिषेधे परं कार्यमित्यस्य प्रसक्तिः अस्ति. अत्र प्रथमं तु वृक्ष अत्र सूत्रद्वयम् अस्ति, सुपि च बहुवचने झल्येत् द्वयोः. सुपि च अत्र अत्र उदाहरणमस्ति वृक्षयोगः भ्यस्, तस्मिन् सन्दर्भे अत्र सुपि च बहुवचने झल्ये द्वयोः अपि कार्यं भवितुम् अर्हति एकत्र. परन्तु अत्र सुपि च इत्यस्य सूत्रस्य कार्यम् अन्यत्र अपि अस्ति, यथा वयं दृष्टवन्तः वृक्षयोगः भ्याम् अत्र सुपि च इत्यस्य कार्यं भवति, तथा एव बहुवचने झल्येत् इत्यस्य कार्यं तु वृक्षयोगः सुप् तत्र भवितुमर्हति. तत्कारणात् अत्र सुपि च इत्यस्य अन्यत्र लब्धावकाशः अस्ति, बहुवचने झल्येत् इत्यस्य अपि अन्यत्र लब्धावकाशः अस्ति, परन्तु द्वयोः अपि अत्र वृक्षयोगः भ्यस् विषये कार्यं कर्तुम् अर्हतः, तस्मिन् सन्दर्भे अत्र द्वयोः अपि किञ्चित् सङ्घर्षः भवति. तथैव वयं दृष्टवन्तः तुल्यबलविरोधः इति, अत्र अवश्यं विप्रतिषेधे परं कार्यम् इत्यस्य सूत्रप्रसक्तिः आगत्य अत्र यस्य सूत्रस्य सङ्ख्या अधिकमस्ति तस्य कार्यं भवति. अत्र तु वृक्षयोगः भ्यस् बहुवचने झल्येत् इत्यस्य कार्यं भवति, किमर्थं चेत् तस्य सङ्ख्या अधिकमस्ति. तथैव विषयम् अत्र वेन् डायग्राम् इति उपयोगं कृत्वा भगिनी स्पष्टीकरणं कृतवती. इण्टर्सेक्टिङ्ग् सर्कल्स् भगिन्यः तस्य रामप्रिया भगिनी एव भगि अग्रिमसूत्रस्य अग्रिमचित्रस्य अत्र तु आद्गुणः वृद्धिरेचि इति सूत्रयोः विवरणं वेन् डायग्राम् द्वारा कृतवती अस्ति भगिनी. अत्र आद्गुणः सूत्रं तस्य कार्यक्षेत्रं बृहत् अस्ति, तस्य गोलाकारं बृहत् प्रदर्शितवती. तत्र तु अचिपरे अकार अवर्णात् अचिपरे पूर्वपरयोः एकः गुणादेशः स्यात् इति भवति, परन्तु वृद्धिरेचि तस्मिन् अन्तर्भूतः सन्ति. तत्र एचिवर्णाः अचिवर्णे अन्तर्भूताः सन्ति. तस्य कार्यक्षेत्रं न्यूनमस्ति, पुनः अन्यत्र लब्धावकाशः पश्यामः चेत् वृद्धिरेचि इति सूत्रम् अन्यत्र कार्यं कर्तुं न शक्नोति, तस्य कार्यक्षेत्रं लघु अपि अस्ति. यदि एकस्मिन् उदाहरणे स्वीकुर्मः चेत् तत्र द्वयोरपि प्रसक्तिरस्ति, वृद्धिरेचि अपि च आद्गुणस्य. परन्तु यदि आद्गुणः कार्यं करोति तर्हि वृद्धिरेचि इति सूत्रस्य निरवकाशम् उत्पादयति. अतः वृद्धिरेचि इति सूत्रम् आद्गुणस्य अपवादः इति. तर्हि सब्सेट् द्वारा अन्तर्भूताः चित्रम् अत्र भगिनी प्रदर्शितवती. धन्यवादः रामप्रिया भगिनी. भगिनी एव अग्रिमपङ्क्तिं पठतु. आं भगिनि, वयं कियत् पर्यन्तं ह्यः दृष्टवन्तः महोदयस्य वर्गे? अत्र तदपि दृष्टवन्तः भगिनि. अत्र अत्रैव भगिनि किञ्चित् पूर्वपर तृतीयमेव कृतवन्तः. आं भगिनि. अधः एका परिभाषा अस्ति यया बुद्धं यत् अपवादः बलीयान् सामान्यसूत्रस्य अपेक्षया. यत्र अपवादः अस्ति तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति. अपवादभूतसूत्रस्य सूत्रसङ्ख्या या कापि भवतु नाम तस्य बलं भवति एव. यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते तत्र इयं परिभाषा कार्यं करोति. परिभाषाः अत्यन्तं पुरातनाः, तेषां लेखकः अस्माभिः न ज्ञायन्ते, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति. तर्हि अत्र अस्ति एका परिभाषा. एका परिभाषाविषये अत्र दत्तमस्ति. परिभाषा अपवादः बलीयान् सामान्यसूत्रस्य अपेक्षया इति वदति. यत्र अपवादः अस्ति चेत् सूत्रसङ्ख्या किमपि अस्ति इति न द्रष्टव्यं, तस्य सूत्रसङ्ख्यायाः महत्त्वं नास्ति. तस्य सूत्रसङ्ख्या किमपि भवति चेदपि यदा सूत्रम् अपवादः अस्ति तस्य बलं भवति एव. अपवादत्वेन बलाबलस्य निर्णयः क्रियते इति एतत् परिभाषा वदति. परिभाषा अस्ति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति. अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति इति. एतत् परिभाषया वदति प्रथमं पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रम्, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् इति. अस्या परिभाषायाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम् इत्यस्य एव अभिव्यक्तिः पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् इति. तत्पश्चात् तत्त्वत्रयं वर्तते, नित्यः, अन्तरङ्गः, अपवादः. येषाम् उपस्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति. तदेव अस्ति विप्रतिषेधं परं कार्यम् इति सूत्रे एव अस्य परिभाषायाः पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् इति विषयम् आगच्छति. परन्तु नित्य, अन्तरङ्ग, अपवाद इति एषाम् उपस्थितौ विप्रतिषेधेन परं कार्यं न करोति. आं भगिनि, एकम् उदाहरणं वक्तुम् इच्छामि. यत्र वयं लोट् लकारे इतश्च निप् इति अस्ति, तत्र इतश्च इति कार्यं कर्तुम् अर्हति, किन्तु तत् प्रपाद्य मेर्मि कार्यं करोति. मेर्मि इति सूत्रसङ्ख्या तु पूर्वसूत्रमस्ति, किन्तु तथापि अपवादम् इत्यस्मात् मेर्मि इति अत्र कार्यं न करोति चेत् मेर्मि इत्यस्य पूर्ण अनुवृत्तिः अस्ति, लोटः लस्य मेः निः इत्यस्ति. तर्हि लोट् लकारे यदि अत्र न कार्यं करोति चेत् अन्यत्र सूत्रं निरवकाशं भविष्यति खलु, तर्हि अपवादसूत्रं भवति, अतः कार्यं करोति. सूत्रसङ्ख्या इतस्य इत्यस्य 3400, मेर्नि इत्यस्य 3489 इति भवति. भगिनी, अत्र मेर्नि तस्थस्थमिपान्तान्तं तामः खलु भगिनि लोट् लकारे? तत् न, तत्तपि प्रभाते मेर्नि कार्यं करोति. सर्वं न उक्तवती, इतस्य एरुः प्रभाद्य तस्थस्थमिपान्तान्तं तामः, तत्तपि प्रभाते मेर्नि कार्यं करोति अपवादम् इति. किन्तु सूत्रसङ्ख्यां पश्यामः चेत् इतश्च इति परसूत्रमस्ति, मेर्नि इति अनन्तरं मया पूर्वमयाति. तस्थस्थमिकं तान्तं तानः तस्यापि अपवादः भवति. तत्तु 101 अस्ति खलु, 401 अस्ति. मेर्निः अपवादः. पुष्पभगिनी पठति. एकनिमिषः भगिनि, अत्र इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम् अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयाम. नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इत्युच्यते. प्रायः एतत् बृहत् विषयः अस्ति भगिनि, बृहान् विषयः इति अस्ति वा, बृहान् इति वक्तव्यं वा, बृहत् इति अस्ति खलु, बृहत् विषयः. तर्हि भगिन्याः किमपि प्रश्नः आसीत्? किम् भगिनि, किमपि न, अत्र परिभाषा सूत्रमस्ति किल, पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति. तत्र परिभाषा कुत्र लभ्यते भगिनि? अस्माकम् अष्टाध्याय्यां या कुत्रापि न लभ्यते? न लभ्यते भगिनि, कुत्रचित् प्रायः टीकाकारैः अन्यैः टीकाकारैः सर्वे कृताः सर्वे तु, किन्तु प्रायः कोऽपि पुस्तकमस्ति सङ्गृह्य केनापि प्रायः तत्र निर्मितं भवेत् पुस्तकं. महोदय यत् अत्र स्थापयति तदेव वयं ज्ञास्यामः, पठामः. आमाम्, इदानीं ज्ञास्यामः. प्रायः पुस्तकं स्यात् केनापि सङ्गृह्य पुस्तकं स्यात्, किन्तु एकः इति न लिखितं, लिखितं भिन्नभिन्नव्याकरण, भिन्नभिन्नव्याकरण. अस्तु भगिनि, क्षमितं पुष्पा भगिनी, भगिनी अनुवर्तयतु. नित्यं नित्यं नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इत्युच्यते. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु. द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता, तदनन्तरम् अपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इत्युच्यते. नित्यं नाम तस्य प्रसक्तिः पूर्वम् अपि आसीत् अनन्तरम् अपि आसीत् अस्ति अनन्तरम् अपि अस्ति. यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथमं प्रथमम् एव प्रवर्तनीयं नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति इति निश्चयम् अस्ति चेत् पूर्वसूत्रं सत्यपि पूर्वसूत्रं सत् अपि पूर्वम् आयाति. सूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत् अपि पूर्वम् आयाति. अत्र नित्यं तु विवरणं क्रियां करोति. अत्र कृताकृतप्रसङ्गी विधिः भवति. यः सेः विधिः भवति सः नित्यं. प्रसङ्गी इति ह्यः महोदय किञ्चित् सत्यं तस्मिन् विषये प्रतिपादनं कृतवान्. अन्यः कोऽपि वक्तुम् इच्छति वा? भगिनी जानाति वा कृताकृतप्रसङ्गी इति महोदय किं कृताकृतप्रसङ्गी? कृतम् इत्युक्ते यत् पूर्वं कृतं, कृतम् इत्युक्ते अग्रे यत् कर्तव्यं भवति. तर्हि तस्मिन् विषये किं किमपि चर्चितवान् खलु? अहं किञ्चित् समयम् अहं समीपेन श्रुतवती. प्रसङ्गी इत्युक्ते यत् इदानीम् अस्माकं नित्यसूत्रमस्ति तदेव प्रसङ्गी भवति खलु? किमर्थम् इत्युक्ते तस्य एव प्रसक्तिः भवति. सः एवम् उक्तवान् भगिनी, तत्र यदि कृतम् इत्युक्ते किमपि कार्यं कृतम् अस्ति चेत् तदनन्तरमपि तस्य प्राप्तिः परमपि अस्ति. यदि कृतं वा अकृतं वा तत्र न द्रष्टव्यं, नित्यः एव बलवत् भवति. यदा वयं सर्वे गणानां वयं पूर्वं धातु सह तिङ्प्रत्यययोजनं कुर्मः, परन्तु तस्य नन्तरम् एव तत् गण अनुसारे तुदादिभ्यः वा स्वादिभ्यः वा तेषां विकरणप्रत्ययः आगच्छन्ति. किं प्रसङ्गे इत्यस्मिन् विषये किमपि उक्तवान् खलु? न प्रायः किमपि अस्ति चेत् अग्रे पुनः शृण्वन् भगिनी पुष्पभगिनी वदति वा? समानकाले अधुना त्वयं त्वं विवरणं क्रियते न समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्ति प्रसङ्गी तु प्रसक्ति न प्रसङ्गः भवति तदेव प्रसङ्गी इति वा? तत् चिन्तयामः. विधिः इत्यस्य प्रसङ्गी इति अस्ति. विधिः इत्युक्ते यत् सूत्रं विधीयते खलु, तर्हि तादृशसूत्रम्. अस्तु, तर्हि द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता कृतं भवति. एकं सूत्रं कृतं, तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तस्य नित्यसूत्रम् इत्युच्यते. तर्हि असंशयः नास्ति खलु, एतत् प्रथमम् एकं द्वे सूत्रे कार्यं कर्तुम् इच्छतः, किन्तु यदि वयम् एकं सूत्रम् आनीय कार्यं कारयामः तर्हि द्वितीयसूत्रं पुनः प्रसक्ति अनन्तरमपि प्रसक्तिः भवति चेत् तत् सूत्रम् आदित्यसूत्रम् इति भवति. प्रथममपि तस्य कार्यं भवति ए बि इति द्वे सूत्रे कार्यं कर्तुम् इच्छतः. इदानीं वयम् ए सूत्रम् इति कार्यं करोति कुर्मः इति चिन्तयतु. इदानीं कृत्वा ए कृत्वा अपि पुनः बि इत्यस्य एव प्रसङ्गः भवति चेत् तर्हि बि इति नित्यसूत्रं भवति. तर्हि बि बलवद् भवति, बि सूत्रमेव प्रथमं कर्तव्यं भवति. तर्हि प्रवर्तनीयं तर्हि पूर्वसूत्रं नित्यं तर्हि यत् सूत्रम् अग्रिम अन कृतम् अकृतं द्वयोः स्थित्यामपि स्थित्योः अपि प्रसक्तिः भवति तस्य सूत्रस्य तत् सूत्रं नित्यसूत्रं भवति. अस्तु भगिनि, धन्यवादः भगिनि. इदानीं रामप्रिय भगिनि. आं भगिनि, तुदति इति वृत्तान्तः. तुत् योगः लट् वर्तमाने लट् तुत् योगति सिप्तश्चि सिप्तस्तं क्षम्यतां सिप्तस्त मिप्पस्मस् तां तात्तां ज तास्तां द्वम् इड् वहिङ्महि. तुद्योगः श योगः ति तुदादिभ्यः श अनुबन्धलोपे तुद्योगः अयोगः ति तुदति इति अस्ति. अत्र तुद् धातोः वर्तमाने लट् इत्यनेन लट् कर्तव्यः. तदा लटः स्थाने तिबादयः भवन्ति. एकवचनविवक्षायां तिप् प्रत्ययः तुद् योगः ति. इदानीं ति प्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः. अतः सार्वधातुक अर्धधातुकयोः इति अनुवर्तमाने पुगन्तलघुपदस्य च इत्यनेन गुणः प्राप्नोति. तुद् योगः ति पुगन्तलघुपदस्य च तोद्योगः ति. अत्र तु तुदति इति विषये अस्ति. तुद् धातुः तु तुदादिभ्यः तुदादिगणे अस्ति. प्रथमं वर्तमाने लट् विवक्षायां लट् आगच्छति. लटः स्थाने तिब् ति आगच्छति. तिप् अनन्तरं विकर्णप्रत्ययः शः श आगच्छति. तस्य अनुबन्धलोपानन्तरम् अ आगच्छति. तुदति इति रूपं भवति. अत्र तु इदानीं ति प्रत्ययः आम् तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति. सार्वधातुक अर्धधातुकयोः इति सूत्रेण तुद् इति कारणतः पुगन्तलघुपदस्य च इति गुणः प्राप्नोति चेत् तोदति इति रूपं भवति. नाम मध्ये श विकर्णप्रत्ययः तदानीं न भवति चेत् गुणस्य प्राप्तिः. तुदादिभ्यः श इत्यनेन श प्रत्ययस्य कारणात् प्राक् तिपं निमित्तीकृत्य गुणः भवति. पुगन्तलघुपदस्य च इत्यनेन पुगन्तलघुपदस्य च तु परसूत्रं किल, अतः तस्य कार्यं पूर्वं स्यात्. अनेन चिन्तनेन तोद्योगः ति तुदादिभ्यः शः तोद् अयोगः अयोगः ति तोदति. किन्तु इदं रूपम् अनिष्टं. तर्हि किं कर्तव्यम्? अत्र प्रश्नः अस्ति अस्मिन् विषये. श विकर्णप्रत्ययः तदानीं न भवति. यदा भवति चेत् तोदति इति रूपं भवति. तत्तु इष्टरूपं नास्ति इति अस्ति. तथा नास्ति. यदि यदि यदि गुणः भवति इति न न यदि तुदादिभ्यः शः इदानीम् अस्माकं तुद् योहति इति द्वितीयसोपाने स्तः स्मः खलु. अनन्तरम् इदानीं प्रश्नः उदेति यदि वयं पुगन्तलघुपदस्य च इति सूत्रस्य प्रयोगं कर्तव्यं वा नो चेत् तुदादिभ्यः शः इति विकरणप्रत्ययः आयाति वा इति. तादृशप्रसङ्गे इदानीं पुगन्तलघुपदस्य च इति सूत्रस्य सूत्रसङ्ख्या अधिका भवति, तर्हि बलवद् भवेत् प्रायः इति चिन्तयामः. किन्तु तुदादिभ्यः शः इति एव प्रथमम् आगच्छति, ततः गुणकार्यनिषिद्धं भवति. तुद् इति एव तिष्ठति. किमर्थमिति चेत् तुदादिभ्यः शः इति प्रथमम् आयाति, तर्हि तुद् योगः अयोगः इति भवति. इदानीं तुद् गुणकार्यम् अकारः अपि इत्यस्मात् निरीक्षणेन गुणं निषिद्धं, तर्हि तुद् योगः तुद इत्येव भवति. सुधयोगः अस्ति. इदानीं सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च द्वयोः अपि अवकाशः नास्ति, तर्हि सुदति इति तिष्ठति. तर्हि यत्र पुगन्तलघुपदस्य च तुदादिभ्यः शः एतयोः द्वयोः सूत्रयोः कः बलवत् इति पश्यामः चेत्, किं सूत्रं बलवत् इति पश्यामः चेत्, प्रथमं सुदादिभ्यः प्रथमं पुगन्तलघुपदस्य च इति आनयामः चेत् इदानीं क्षम्यताम्, प्रथमं पुगन्तलघुपदस्य च इति वदामः चेत् तोद्योगः इति भवति. तर्हि सुदादिभ्यः शः इति अनन्तरमपि प्रसक्तिः अस्ति खलु, प्रसक्तिः इति नास्ति इति नास्ति, प्रसक्तिः अस्ति. अतः सुदादिभ्यः शः इति नित्यसूत्रं भवति. यदि विपरीतदृष्ट्या पश्यामः चेत् इदानीं तुद्योगः ति इति अस्ति, इदानीं पुगन्तलघुपदस्य च इति न आनयामः, सुदादिभ्यः शः इति प्रथमम् आनयामः चेत् इदानीं पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः नास्ति खलु. किमर्थम् इत्युक्ते गुणकार्यस्य आवश्यकता न भवति अत्र. तर्हि द्वे मार्गे अपि दृष्ट्वा यस्य सूत्रम् एतत् सूत्रं निमित्त नित्यसूत्रम् इति दृष्ट्वा वयं तत् कार्यं प्रथमं यदि गन्धलघुबन्धस्य च इति कृत्वा अनन्तरं सुधादिवेशः आनयामः, नो चेत् प्रथमं सुधादिवेशः इति कृत्वा अनन्तरं पुगन्धलघुबन्धस्य च इत्यस्य प्रसक्तिः अस्ति वा इति पश्यामः चेत् नास्ति, साक्षात् नास्ति. किन्तु सुधादिभ्यः शः इति सूत्रस्य प्रसक्तिः द्वे सोपाने अपि भवति. अत्र नित्यमिति सिद्धान्तम् आयाति, यतोहि विकरणप्रत्यये कृते गुणः न प्राप्नोति, नाम कृताकृतप्रसङ्गे नित्यमिति. कृते वा अकृते वा यस्य प्रसङ्गः वर्तते सः नित्यः. इदानीं गुणः तथा नास्ति विकरणप्रत्यये कृते गुणः न प्राप्नोति, विकरणप्रत्यये अकृते एव गुणः प्राप्नोति. पुगन्तलघुपदस्य च इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये शविकरणप्रत्ययः नास्ति. विकरणप्रत्यये कृते किमर्थं गुणः न प्राप्नोति इति चेत् शप्रत्ययः अपित् यद्यपि षित् अस्ति, अतः पुगन्तलघुपधस्य इत्यनेन गुणः भवति स्म, किन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकं नित्वत् स्यात्, अतः निति च इत्यनेन गुणनिषेधः. अत्र नित्यं नित्यः इति विषये किञ्चित् विवरणमस्ति. तत्तु एकः सिद्धान्तः. यदि वयं विकरणप्रत्ययः प्रथमं नयामः तस्मिन् सन्दर्भे तु गुणः न भवति. यदि विकरणप्रत्यय अनन्तरम् आनयामः, प्रथमम् अत्र कर्तरि शप् इत्यनेन अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणस्य प्रसक्तिः भवति. किमर्थं चेत् अत्र उपधायां उदाहरणे उपधायां उकारः अस्ति, तस्य गुणः भवति. अनन्तरं विकरणप्रत्ययः आनयामः चेत् प्रथमं विकरणप्रत्ययः आनयामः चेत् गुणः न भवति, यदि अनन्तरम् आनयामः चेत् गुणः भवति. तत्कारणात् अत्र नित्यः इत्यस्य प्रसङ्गः अस्ति. तथैव खलु भगिनि? आं महोदय. अग्रे पठामि वा हेमा भगिनी पठति हेमा भगिनी अस्ति वा अहं म्यूटेड् अस्मि आं भगिनि एकनिमिषः तर्हि शप्रत्यये अकृते गुणः प्राप्नोति किन्तु शप्रत्यये कृते गुणः न प्राप्नोति अतः गुणः अनित्यः शप्रत्ययस्तु गुणे कृते वा अकृते वा प्राप्नोति नाम गुणः क्रियतां सुद्योगः ति तोद् गुणं भूत्वा सोद्योगः ति तदानीमपि सुदादिभ्यः शः इत्यनेन शविकरणप्रत्ययः विहितः तोद्योगः शयोगः ति गुणे कृते अपि प्राप्नोति विकरणः गुणे अकृते अपि प्राप्नोति विकरणः कृत अकृतप्रसङ्गे नित्यम् अतः तुदादिभ्यः शः नित्यसूत्रं यद्यपि पुगन्तलघुपदस्य च इत्यस्य अपेक्षया पूर्वसूत्रं तथापि तस्य तुदादिभ्यः शः इत्यस्य कार्यं पूर्वं प्रवर्तते अत्र आहत्य एवम् अस्ति यदि वयं तुदादिभ्यः शः इत्यस्य इत्यनेन शप्रत्यये पूर्वमपि वयं तत् विहितं तत् आगच्छति चेत् तर्हि गुणः न भवति यदि पूर्वं पुगन्तलघुपदस्य इति कार्यं करोति चेत् तर्हि गुणः भवति परन्तु सुदादिभ्यः शः तु नित्यसूत्रमस्ति कृत अकृतद्वयोर्प्रसङ्गे अपि तस्य कार्यं भवति एव यदि सूत्रं पूर्वम् अस्ति वा परम् अस्ति वा इति न द्रष्टव्यं नित्यसूत्रस्य कार्यं बलवत् अस्ति अतः सुदादिभ्यः शः इत्यस्य कार्यं प्रवर्तते एव अस्तु तर्हि अभवत् वा इतोपि पठितवन्तः तर्हि संशय एतावत् पर्यन्तं स्पष्टं किमपि संशयः अस्ति वा कस्यापि नास्ति चेत् वदामः धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः धन्यवादः धन्यवादः.